तर्हि अनेन अस्माकं फलसन्धिवर्गः अग्रे सरति. तत्र चर्त्वसन्धेः अध्ययनं सञ्जातमासीत् गतसप्ताहे. अस्मिन् प्रसङ्गे च केचन अभ्यासे कानिचन उदाहरणानि अवशिष्टानि आसन्, गृहपाठरूपेण दत्तमासीत् तत् सर्वं. तर्हि चर्त्वसन्धेः विधायकसूत्रं किम् इति सुब्रह्मण्यं महोदय कृपया. अत्र सूत्रमस्ति खरी च महोदय, अनुवृत्तिसहितसूत्रमस्ति झलां चर् खरी च संहितायाम्. इत्युक्ते अत्र झलः स्थाने चर् आदेशः भवति यदि खरि परे अस्ति. झलि के वर्णाः? झलि झल् प्रत्याहारे सर्वे वर्गीयव्यञ्जनानि अनुनासिकव्यञ्जनानि विहाय, अपि च ष अपि च चर् चर् चर् मध्ये प्रत्याहारे वर्गीयप्रथमसदस्याः एव कटत कप शेष सा अपि भवति. खरि वर्गीयप्रथमद्वितीय अपि च बहु समीचीनमस्ति. तर्हि एषां सर्वेषाम् अननुनासिकवर्गीयव्यञ्जनानां स्थाने तद् वर्गीय प्रथमसदस्यादेशः भवति खरि परे इति अस्माभिः अवलोकितमासीत् गतसप्ताहे. अस्तु, तदभ्यन्तरे अन्य कोऽपि आगतवान् वा? पुष्पा भगिनी, अन्य कोऽपि वा? अस्तु, तर्हि अत्र तथा अस्ति चर्त्वसन्धिः. तत्र च शशस इति येषां स्थाने तदेव शशस इति भवति इति अपि उक्तम्. अपि च वावसाने वावसाने इत्यनेन कीदृशी स्थितिः अस्ति राजेन्द्र महोदय? महोदय, वावसाने जलः विकल्पेन चर् आदेशः भवति यथा वावसाने अवस्थायाम् अनवस्थायां तत् चतुर्वसन्धि आदेशः भवति विकल्पेन. विकल्पेन नाम तत्र जलां जशोन्ते इति तु अस्ति एव. यत्र यत्र जलां जशोन्ते इत्यस्य प्रवृत्तिरस्ति तत्र पुनः विकल्पेन चर् आदेशः भवति. यथा विद्युत्, तदर्थं विद्युद् अपि भवति, विद्युत् अपि भवति, सुहृद् सुहृत् इत्यादिकम् अस्ति. अस्तु, तर्हि समीचीनमस्ति. तत्र अस्माकं तृतीय अध्यायस्य पुस्तके चतुर्थ अभ्यासः प्रवर्तमानः आसीत्. इदानीमेव तत्र आरम्भतः शीघ्रमेव वदामः. तत्र सरला भगिनी वदति वा सम्पाद् सम्पाद् पुत्र तत्र तारस्य स्थाने पकार खरि परे अस्ति, दकार झले अस्ति, तत्र चर् आदेशः भवति, तत्र अतः तकार आगच्छति प्रथम वर्गीयस्य प्रथमवर्ण सम्पत् पुत्र भवति. समीचीनमस्ति. अत्र च सम्पद् पुत्रः अत्र समस्तपदं यत्र समस्तपदमस्ति तत्र नित्यमस्ति. वावसाने इति यत्र वाक्यस्य अन्ते अस्ति तत्र विकल्पेन अस्ति. हा समीचीनमस्ति. तर्हि अग्रे जगन्नाथमहोदय द्वितीयम् उदाहरणं. एकनिमिषं महोदय, द्वितीय पुस्तकं पुरतः अस्ति वा? पुस्तकम् अस्ति, पञ्चत्रिंशत्तमे पुटे. पञ्चत्रिंशत्, खाद्यानि, षट् खाद्यानि, तस्य षड् योगखाद्यानि, षट् खाद्यानि भवति. निमित्तं किम् इत्यादिकम्? अहं क्षम्यतां महोदय, गतसप्ताहं न आगतवान्, ध्वनि मुद्रणमपि इदानीमेव श्रोतव्यम्. हा हा, किन्तु करपत्रं पूरितः अस्ति वा? करपत्रमपि, करपत्रम् इदानीमेव मम टेब्लेट् कुत्र गतम् इति अहं दृष्टवान् आसम्. नास्ति चिन्ता, नास्ति चिन्ता, करपत्रमपि अपेक्षितमस्ति. अद्यतनवर्गे करपत्रं पुरतः भवेत् अपि च पुस्तकम्. अग्रे रवि प्रकाशमहोदय कृपया. षड् खाद्यानि इत्यस्मिन् किमस्ति, किं किमस्ति? षट् खाद्यानि, डकारस्य परे डकारस्य स्थाने टकार आदेशः भवति. षड् खाद्यानि. निमित्तम् इत्यादिकं? निमित्तं जलः स्थाने चरादेशः परिपरे. हा, नाम डकारः मूर्धन्यट्टवर्गे अस्ति, तत्र च डकारः झलि अस्ति. तर्हि तद्वर्गीय प्रथमसदस्य आदेशः भवति चर् टकारः भवति. खकारः इति अपरस्य वर्गस्य द्वितीयसदस्यः इति कृत्वा खरि अस्ति. अस्तु, तृतीयमपि करोतु कृपया. कामधुग् योगः खादति, कामधुग् खादति. यत्रापि गकारस्य स्थाने ककारादेशः, गकारः झलि अस्ति, तत् स्थाने ककारादेशः भवति खरीपरे. हा, ककारः चर् प्रत्याहारे अस्ति. अस्तु, समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. तादृग् योगः कर्म, तादृक् कर्म इति भवति. तादृग् तत्र गकारः जल् प्रत्याहारे अस्ति, अनन्तरं कर्म ककारः खर् प्रत्याहारे अस्ति, फलितं तादृक् कर्म इति भवति. तत्र गकारस्य स्थाने ककारादेशो भवति, इत्युक्ते प्रथमसदस्यः चरादेशो भवति. बहु समीचीनमस्ति भगिनि. अग्रे विद्या भगिनी अग्रे. विपत् प्रतिकारः, रिक्तस्थलं योगः प्रतिकारः, विपद् योगः प्रतिकारः. विपद् इति पदस्य अन्ते दकारः जलि अस्ति, अत्र जलां जशोन्ते इति प्रसक्तिः अस्ति, परन्तु द्वितीयवर्णं पकारः अस्ति, पकारः करी प्रत्याहारे अस्ति, अतः अत्र करी च इति सूत्रं कार्यं करोति. दकारस्य स्थाने चर् आदेशः, तकारः आदेशः भवति, विपत् प्रतिकारः भवति. अत्र चिन्तने सर्वत्र चिन्तनीयमस्ति यत् अत्र समस्तफलमस्ति न वा. समस्तफलम् अस्ति चेत् तत्र जलां जशोन्ते इति कार्यं न करिष्यति, पदान्ते एव भवति. तथापि अस्माकम् अन्यत् सूत्रमपि अस्ति खलु, जलां जशि जलां जस् जसि इति सूत्रेण अपि भवति, तदपि अस्ति अत्र. झस् अत्र झस् प्रत्याहारे के के वर्णाः अन्तर्भूताः इति द्रष्टव्यमस्ति. झस् झस् प्रत्याहारे के के वर्णाः सन्ति? झस् तृतीयचतुर्थवर्णाः वर्गस्य अत्र तादृशकार्यं भवितुमर्हति स्म. अत्र पकारः प्रथमवर्णः, अतः जलां झस् झसि कार्यं न करोति. हा, जलां जशौन्ते इति प्रायः अपि न स्यात् अत्र. अत्र यतोहि अत्र समस्तपदमस्ति, षष्टितत्पुरुष नाम तत्र विपदः प्रतिकारः इति. अग्रे गत्वा वयम् एतत् सर्वं द्रक्ष्यामः. किन्तु अत्र अतः अत्र नित्यं हा, तर्हि किं कार्यं भवति अत्र? खरिच इति कार्यं भवति. खरिच इति कार्यमस्ति. महोदय, पूर्वं पृथक् योगः बालाः, तत् समस्तपदं नास्ति वा? तत्र जलां जशन्ते कार्यं पूर्वं द्वित्रिंशत्तमे पुटे पृथक् योगः बालाः. पृथक् पृथक् बालाः इति वा कुत्र आसीत्? यतोहि पृथक् योगः बालाः अत्र अत्र किन्तु पदान्ते पृथक् इति पदान्ते अस्ति. विपद् अपि पदान्ते नास्ति वा? अत्र समस्तपदमस्ति. अत्र समस्तपदमस्ति किन्तु समासस्य प्रक्रियायां विभक्तिलोपः भवति. इदानीम् अस्माकं विषयः नास्ति, किन्तु तत्र किम् अत्र प्रक्रिया प्रदर्श्यते. तत्र विपद् अपि वक्तुं शक्यते प्रक्रियायां. तत्र विकल्पेन दकारः भवति इति नास्ति, किन्तु तत्र तत्र विपत् अथवा विपद् भवति प्रातिपदिकरूपेण तत्र जलां जशन्ति इति नेन विकल्पेन तकारः दकारः वा स्यात् तत्र प्रक्रियायां. किन्तु फल नाम फलत्वेन नास्ति, नाम मार्गे अस्माकं कश्चन मार्गः अस्ति खलु तत्र समासस्य निर्माणार्थं. प्रथमतया विपदः प्रतिकारः इति व्यस्तप्रयोगः अस्ति. तदनन्तरं विभक्तिलोपः भवति, प्रातिपदिकद्वयं प्रदर्श्यते. अनन्तरं यः कोऽपि सन्धिः सम्भवति, तर्हि तस्यां दर्शयामि. यत्र मार्गे मध्ये यत्र प्रातिपदिकं प्रदर्श्यते तत्र जलां दशन्ते इति वक्तुं शक्येत. अनन्तरं किन्तु अस्माकं चत्वसन्धिः नित्यः. बुद्धं वा इति? अत्र महति अत्र अस्माकं विषयः नास्ति, किन्तु अस्तु अग्रे गच्छेम. तर्हि अपवादसूत्रम् आगच्छति न? खरिच इति जलां जशन्ते इत्यस्य अपवादः. सत्यं सत्यं भगिनि. हा, अजय महोदय. विराड् योगः नाम पुष्पभगिनि पदान्ते तस्य अपवादः. अस्तु अग्रे. विराड् योगः रिक्तस्थानं विराट् पुरुषः. विराड् योगः पुरुषः विराट् पुरुषः. अत्र दकारः झलि अस्ति, पकारः खरि अस्ति, खरि परे अस्ति. अत्र खरि च सूत्रेण झलः स्थाने चरादेशः, डकारस्य स्थाने टकारादेशः, विराट् पुरुषः आगच्छति. हा, बहु समीचीनमस्ति महोदय. अग्रे रामप्रिया भगिनी अग्रे. आं भगिनि अस्ति आम् क्षम्यतां सम्पत् प्रतीक्षा इति सन्धिविच्छेदं कृत्वा सम्पद् योगः प्रतीक्षा अत्र सम्पद् इति धकारः जलां प्रतीक्षा इति पकारः करि तकारः प्रथमतकारः इति चर् प्रत्याहारे अस्ति तकारः अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि रवि महोदय अग्रे तुरा षाड् योगः सर्वः डकारस्य स्थाने अत्र टकारः भवति टकारः जल् प्रत्याहारे अस्ति टकारः खर् प्रत्याहारे कः वर्णः कस्मिन् प्रत्याहारे टकारः खर् प्रत्याहारे अस्ति प्रथमवर्णः पुनः वदतु अग्रे सकारः खर् प्रत्याहारे अस्ति सर्वस्य सर्वशब्द पदस्य प्रथमवर्णः सकारः खर् प्रत्याहारे अस्ति तत्र डकारस्य स्थाने टकारः भवति खरि च सूत्रेण अपि खर् प्रत्याहारे अस्ति अस्ति तु किन्तु अत्र सूत्रेण किम् इष्टमस्ति तुराड् इति तत्र डकारः झलि अस्ति सकारः खरि अस्ति डकार झलि इति जलस्य स्थाने खर् आगच्छति आदेशः भवति डकारस्य स्थाने कः आदेशः भवति टकारः न स च टकारः कस्मिन् प्रत्याहारे किन्तु आदेशः कः सूत्रेण कः आदिष्टः कः वर्णः आदिष्टः खरिच्छति सूत्रेण आदेशः चर् आदेशः चर् चर् तर्हि टकारः चर् प्रत्याहारे वर्गस्य प्रथमः वर्णः हा बहु समीचीनमस्ति हा अस्तु समीचीनमस्ति अग्रे तर्हि रक्षा भगिनी कृपया स्वाव्योगः केलिः तत्र गकारः जलि अस्ति तदुत्तरः ककारः खरि अस्ति अतः गकारस्य स्थाने चरादेशः क इति आगच्छति वाक्केलिः इति अस्ति सहदेव महोदय अग्रे महोदय रिक्तस्थाने योगः छन्दः इति त्रिष्टु छन्दः चिन्तयामि त्रिष्टुब् योगः छन्दः पकारः अन्ते जलि अस्ति अनन्तरं चर् आदेशः पकारः भवति च खरिपरे इति त्रिष्टुप् छन्दः बहु समीचीनमस्ति महोदय वा तत्र भकारस्य स्थाने पकारादेशः जातः अस्तु बहु सम्यक् अस्ति इति चत्वारदशस्य पुनस्मरणमस्ति अग्रे सरेम इदानीं महोदय एकः प्रश्नः अत्र द्वितीयम् अपि च अष्टमम् अत्र पदम् अत्र षट् अनन्तरं किञ्चित् व्यवधानमस्ति अत्र लेखनशैली वा नो चेत् अत्र किमपि अन्य सूत्रं कार्यं करोति वा अत्र षट् खाद्यानि अपि च तुरा षट् सर्वः अत्र षट् अनन्तरं तथा न लिखनीयमस्ति तथा न लिखनीयमस्ति अवश्यं सम्यक् उक्तं भवता सम्यक् दृष्टमस्ति. अत्र षट् खाद्यानि इति एकमेव नाम पदद्वयमस्ति, किन्तु सन्धिः अस्ति संहितायां. संहितायां विषये इति अवश्यं प्रदर्शनीयमस्ति. महोदय, एकः प्रश्नः अस्ति. अत्र सर्वेषु उदाहरणेषु तृतीयव्यञ्जनस्य स्थाने प्रथमव्यञ्जनस्य आदेशः भवति, परन्तु दशम उदाहरणेषु दशमे उदाहरणे चतुर्थव्यञ्जनस्य स्थाने प्रथमव्यञ्जन आदेशः. सत्यम्. अत्र किमपि भवितुमर्हति स्म, सर्वत्र तृतीयसदस्य आदेशः इति नास्ति. द्वितीयसदस्यः भवितुमर्हति, तृतीय भवितुमर्हति, चतुर्थ भवति, प्रथम अपि भवति. तत्र प्रथमस्य स्थाने प्रथम एव इति भवति, किन्तु चट् आदेशः सर्वत्र भवति. पदच्छेदकरणीयं भ्रमः भवति. त्रिष्टुप् छन्दः, त्रिष्टुब् छन्दः अथवा त्रिष्टुब् छन्दः. तत्र यत्र कुत्रापि तादृशी परिस्थितिः अस्ति, तत्र शब्दकोशे द्रष्टव्यम् अन्वेष्टव्यम् अस्ति, अन्वेषणीयमस्ति यत् मूलशब्दः कः. मूलशब्दः न ज्ञायते चेत् शब्दकोशे द्रष्टव्यमस्ति, तावदेव. यतोहि यः कोऽपि वर्णः सूत्रस्य दर्शनेन मूलवर्णः कः आसीत् इति न ज्ञायते अस्माभिः. झल् प्रत्याहारी यः कोऽपि भवितुमर्हति स्म. महोदय, अत्र उपरि पदकोशः दत्तमस्ति, दत्तः महोदय उपरि. तत्तु तत्तु अन्यवार्ता अस्ति. दत्तं पुस्तके पदं दत्तमस्ति इति अन्यवार्ता अस्ति, सत्यं. किन्तु सामान्यतया लोके व्यवहारे तत्र जीवने न ज्ञायते चेत् तत्र शब्दकोशे द्रष्टव्यमस्ति. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. तर्हि मूलवर्ण तु पदान् दृष्ट्वा त्वां बोधतु न वर्ण न मूलशब्दः द्रष्टव्यः. मूलशब्दस्य स्वरूपः कः इति द्रष्टव्यम् इति द्रष्टव्यमस्ति, तावदेव. तत् पामूलदृष्टः मूलपदः. मूलपदं मूलपदं द्रष्टव्यं भवति. अस्तु, अग्रे गच्छेम. गतसप्ताहे तत्र अनुनासिकसन्धेः परिशीलनम् अस्माभिः साधितमासीत्, किन्तु अभ्यासाः अवशिष्टाः. तत्र पञ्चमभ्यासः अस्ति, सन्धिं कुरुत. तत्र च अखिलभगिनी, अग्रे कृपया. अनारम्भात् योगः नैष्कर्म्यम्. तत्र यरोनुनासिके अनुनासिको वा इति सूत्रेण तत्र प्रथमं तत्र जलाञ्जशोन्ते इति सूत्रेण तत्र आरम्भात् योगः नैष्कर्यम् इति भवति महोदय. तदनन्तरं तत्र यरोनुनासिके अनुनासिको वा इति सूत्रेण अत्र आरम्भान्नैष्कर्यम् इति नैष्कर्म्यम् इति भवति. समीचीनमस्ति. तत्र अस्तु, समीचीनमस्ति. इत्युक्ते तत्र वा इति तत्र विकल्पेन इति अस्ति, तर्हि तत्र सूत्रद्वयस्य अपि प्रसक्तिः प्राप्तिः अस्ति इति. अत्र किञ्चित् स्मारयतु तर्हि सूत्रस्य व्याख्यानं किम्. यरोनुनासिके अनुनासिको वा इति सूत्रेण अनुनासिकवर्णस्य वर्णः अस्ति चेत् परे तत्र यर् प्रत्याहारः अस्ति भवति चेत् यर् प्रत्याहारः इत्युक्ते तत्र हयवरट् मध्ये यकारः अस्ति, तस्मात् शशससर् इति रेपः पर्यन्तम् इत्युक्ते हकारं विना सर्वे व्यञ्जनानि. तत्परे अस्ति चेत् तत्र पदान्ते यर् अस्ति चेत् तस्य परे अनुनासिक तस्य परः अनुनासिकवर्णः अस्ति चेत् तत्र यरः स्थाने अनुनासिकवर्णः भवति इति. अत्र अनारम्भात् इति तकारः यर् प्रत्याहारे अस्ति अपि च पदान्ते अस्ति. तस्य परे नकारः अनुनासिकवर्णः तस्य परे अस्ति इति कृत्वा तकारस्य स्थाने नकारः भवति. परन्तु सूत्रे पश्यामः चेत् तत्र यरो अनुनासिके अनुनासिको वा इति पदेन वैकल्प्यं सूचितं. तर्हि तत्र विकल्पेन तकारस्य स्थाने नकारः भवति अपक्षे, इत्युक्ते तत्र यत्र तादृश विकल्पः नास्ति अत्र तु जलां जशोन्ते इति सूत्रेण एव तकारस्य स्थाने दकारः भवति. हा, दकारः भवति. अपि च पुनः पुनः तृतीयविकल्पः भवति वा तकारः एव वा? हा, तदपि भवति तत्र वा अवसाने इति सूत्रेण. अत्र अवसानावस्थायाम् अस्ति वा? नास्ति, तर्हि तद् न भवति. हा, अवसानपरिस्थितिः नास्ति इति कृत्वा वा अवसाने इति न भवति. तर्हि विकल्पद्वयमस्ति, समीचीनमस्ति. अस्तु, सर्वेषां मनसि भवेत् अनुनासिके परे पदान्तस्य यरः अनुनासिकः वा संहितायां विषये. तर्हि अत्र कः वर्णः भवति इति स्थानेन्तरतमः नाम तत् वर्गस्य आदेशः भवति. तर्हि नाम अत्र तकारः तवर्गे अस्ति, अतः तवर्गस्य अनुनासिक आदेशः भवति, नाम पञ्चमसदस्य आदेशः भवति. तद् वर्गस्य पञ्चमसदस्यः. अस्तु, बहु समीचीनमस्ति. द्वितीयम् उदाहरणं पश्येम तर्हि. पद्माभगिनी अग्रे. हा महोदय, वाग्योगः नियमः वाङ्नियमः. अत्र पदान्तस्य यरः अनुनासिके अस्ति, अचिपरे अचिपरे इति अनुनासिके परे यरः आदेशे भवति. पदान्तस्य यरः अनुनासिकादेशः भवति अनुनासिके परे. कस्यचित् गृहे अन्यध्वनिः अस्ति? आं महोदय, भवत्याः गृहे? मम गृहे. अस्तु, वदतु तर्हि. अत्र पदान्तस्य यरः स्थाने अनुनासिकादेशः भवति अनुनासिके परे. तर्हि पदान्ते यर् अस्ति वा? पदान्ते अनुनासिकः अस्ति. न, अत्र कः वर्णः? गकारः. गकारः, गकारः वा? वाग्योगः नियमः. अत्र गकारः अनुनासिकवर्णः अस्ति वा? अनुनासिकः इत्युक्ते कः ज्ञायते वा? नासिकायाः नासिकया यदा वायुः गच्छति उच्चारणार्थं तदानीम् अनुनासिकवर्णः इति उच्यते. एकनिमेषः, किञ्चित् वदामि. अत्र अनुनासिकः इत्युक्ते कः इति द्रष्टव्यं, सर्वैः अवगन्तव्यमस्ति. अनुनासिकवर्णः इत्युक्ते यत्र यत्र वायुः नासिकया गच्छति उच्चारणार्थं, तर्हि केवलम् अनुनासिकया इति कृत्वा अनुस्वारः तादृश अनुनासिकवर्णः अस्ति. यतो हि तत्र अनुस्वारः स्वयं वर्णः अस्ति कश्चन अनुस्वारः, अपि च अनुनासिकया एव वायुः गच्छति, तत्र मुखस्य आवश्यकता एव नास्ति। तत्र अ वस्तुतः अ इति अस्ति, अ इति ध्वनिः तत्र अनुस्वारस्य। अनन्तरं तत्र पञ्चवर्गाः सन्ति व्यञ्जनानां, पञ्चवर्गाः तत्र पञ्चमसदस्यः, पञ्चमसदस्यः तत्र केवलम् अनुनासिकया वायुः न गच्छति, किन्तु तत्र यथा पश्यामश्चेत् अत्र कवर्गः, तत्र ङ इति अत्र कण्ठ्यवर्गः अस्ति, वर्गः कण्ठ्यः, तत्र तत्र जिह्वा कण्ठे भवति उच्चारण तत्र तस्य वर्णस्य उच्चारणार्थमिति कृत्वा कण्ठ्यवर्गः, जिह्वायां तत्र स्पर्शः भवति मुखेन सह क च, सर्वे पश्यन्ति चेत् तत्र क ख ग घ न सर्वत्र जिह्वा तत्र पृष्ठभागे अस्ति कण्ठे, कण्ठस्थानमस्ति। न अपि तथा, किन्तु क ख ग घ तत्र क ख ग घ इति केवलं मुखेन वायुः गच्छति, नासिकया न गच्छति क ख ग घ, किन्तु ङ इति अवस्थायां तत्र मुखेन अपि नासिकया अपि गच्छति इति कृत्वा तत्र ङकारः तत्र कण्ठ्यवर्णः अपि अस्ति, नासिकवर्णः अपि अस्ति, अतः अनुनासिकवर्णः अस्ति किन्तु केवलम् केवलं नासिकया इति नास्ति इति भेदः। अनुस्वारः केवलं नासिकया, नकारः केवलं नासिकया न, तत्र तस्य उच्चारणार्थं जिह्वा कण्ठस्थाने अपेक्षितमस्ति इति कृत्वा तत्र मुखेन अपि गच्छति, नाम मुखम् उद्घाटितं नास्ति चेत् वयं नकारस्य उच्चारणं कर्तुम् एव न शक्नुमः इति वार्ता अस्ति। तर्हि अत्र नकारः अपि तथैव अस्ति, इदानीं च वर्गस्य यकारः अपि तथा अस्ति, य तत्र यकार तत्र टालव्यवर्गः अस्ति, च छ झ झ य इति टालव्यवर्गः अस्ति, तर्हि च छ झ झ य इति च छ झ झ इति तदर्थं नासिका न अपेक्षिता अस्ति, तु य इत्यस्य कृते तत्र तालु अपि तालु इति स्थानम् अपि अपेक्षितमस्ति, नासिका न तत्र नासिका अपि अपेक्षिता अस्ति इति कृत्वा अनुस्वारः ङकारः ञकारः नकारः अणकारः मकारः इति एते सर्वे अनुनासिकवर्णाः सन्ति। अपि च अनुनासिकचिह्नमपि अस्ति, चन्द्रबिन्दु इति यद् वदामः हिन्दीभाषायां, तत्र स्वराणां विषये अकारः अकारस्य उपरि चन्द्रबिन्दुचिह्नमस्ति चेत् तत्र अयम् अकारः तदानीम् अनुनासिकः भवति, तर्हि सामान्य अकारः अस्ति अ, अनुनासिकवर्णः अ अ, अकारः अकारः अ अ, तत्र एकः एव वर्णः अस्ति, नाम अयं चन्द्रबिन्दु इति संज्ञा तत्र पृथक्तया वर्णः नास्ति, किन्तु तत्र अकारस्य उपरि एकं चिह्नमस्ति, पृथक्तया वर्णः नास्ति, किन्तु अनुस्वारः पृथक्तया स्वस्मिन् एव वर्णः अस्ति, स्वयं वर्णः अस्ति अनुस्वारः, अनुनासिकचिह्नं तथा नास्ति। तर्हि आहत्य अनुनासिकवर्णाः के इति चेत् अनुस्वारः ङ य ट न अण न म इति पञ्चवर्णाः सन्ति, पञ्चमसदस्याः। अनन्तरं यः कोऽपि स्वरः तस्य उपरि अनुनासिकचिह्नं भवति चेत् अनुनासिकवर्णः भवति अ इ उ ऋ इति कुत्रापि भवितुमर्हति, ओ इति सर्वत्र भवितुमर्हति. अस्तु, समीचीनमस्ति इति विषयः. तर्हि अत्र वाग् इति अस्मिन् पद्मभगिनी गकारः अनुनासिकवर्णः अस्ति वा? गकारः अत्र अत्र वाग् हा हा वदतु. गकारः गकारः अनुनासिकः नास्ति, परन्तु वकारः अनुनासिकः अस्ति. कः वर्णः अनुनासिकः अस्ति? वा इति अनुनासिकवर्णः अस्ति. वा इति अनुनासि इदानीं मया उक्तं नकारः द्वितीयपदस्य प्रथमवर्णं नकारः अनुनासिकया अस्ति. हा सत्यं, तर्हि नकारः अनुनासिकवर्णः अस्ति. तदर्थं किं भवति अत्र? नकारस्य प्रभावेन गकारः अन्तिम अनुनासिक अनुनासिक परिवर्तनं भवति. हा तर्हि फलं किमस्ति? वाङ्नियमः. वाङ्नियमः अत्र अपि च विकल्पेन अस्ति कृत्वा न भवति चेत् किं भवति? चत्वसन्धिः अस्ति, चत्वसन्धिः खरीचा अस्ति. खरीचा अत्र नकारः खड् प्रत्याहारे अस्ति. नकारः खड् प्रत्याहारे न, तर्हि खरीचा इति सूत्रं प्रवर्तते अत्र. खरीचा इति नकारः नास्ति, अतः न भवति खलु? परन्तु गकारः गकारः झलि अस्ति. झलि अस्ति. अत्र अत्र मूले मूले तत्र वाक् इति चिन्तयतु. वाक् मूले ककारः आसीत् इति चिन्तयतु. तर्हि वाक् इति आसीत् इदानीं यथा अखिला भगिनी उक्तवती इदानीं अत्र कीदृश अत्र वाक् इति पदमस्ति. तर्हि पदान्ते ककारः अस्ति चेत् तत्र ककारस्य स्थाने कः वर्णः भवति पदान्ते? तत्र किं सूत्रमस्ति? पदान्ते पुष्पा भगिनी सायं करोतु कृपया. जलां जशान्ते वाक् वाक् ककारः गकारः आयाति. हा सम्यक् अस्ति. हा वाक् इति मूले वाक् इति चिन्तयामः, तत्र ककार पदान्ते ककारस्य स्थाने गकारः जलां जशान्ति इति सूत्रेण वाग् वाग् इति अस्ति. तत् अपि च तत्र विकल्पेन अस्माकं यरोनुनासिके नुनासिको वा इति सूत्रेण विकल्पेन ङकारादेशः ङकारः वैकल्पिकः आदेशः अस्ति. न भवति चेत् जलां दृशन्ति इति ङकारः. वाग्नियमः वाङ्नियमः इति रूपद्वयमस्ति. पुष्पभगिनी अग्रिमं करोतु कृपया. अस्तु वा महोदय. मृद् योगः मयं मृण्मयम् तत्र अनुनासिक यरः अरः परे अनुनासिकवर्णः अस्ति. तत् एकनिमिष महोदय. यरो अनुनासिके अनुनासिको वा सूत्रेण मृद् दकारः नकार आदेशः भवति मृण्मयम् अत्र विकल्पेन न भवति चेत् न भवति चेत् मृण्मयं मृण्मयम् इति भवति न भवति चेत् न भवति चेत् मृद्मयं मृद्मयम् हा तत्र पदमस्ति मृत् इति चिन्तयतु मृत् तकारान्तः न न न अत्र मृत् इति मूलशब्दः मृत् तथैव सूचितं मम मृत् योगः मम मयं मृद् मयं मृद्मयं तत् जस्ट् सन्धिं कृत्वा मृद्मयं तत्र अनुनासिकसन्धिं कृत्वा मृङ्मयम् इति रूपद्वयमस्ति इति प्रत्ययः अस्ति इति प्रत्ययः अस्ति हा हा सत्यं सत्यं इति प्रत्ययः अस्ति इति क्षम्यताम् इति कृत्वा नित्यमस्ति सत्यं सत्यं प्रत्ययः अस्ति चेत् नित्यमस्ति तत्र वार्तिकमस्ति प्रत्यये भाषायां नित्यम् इति वार्तिकेन तत्र नित्यम् अनुनासिकादेशः सत्यं सत्यं मृण्मयं तथैव अस्ति अस्तु सुब्रह्मण्यमहोदय अग्रे कृपया आं महोदय तस्मात् योगः मनुष्येषु अत्र तकारः अस्ति तस्मात् तकारः पदान्ते अस्ति अतः झलां झषोन्ते झषोन्ते इत्यनेन तकारस्य स्थाने दकारादेशः तस्माद् योगः मनुष्येषु अनन्तरम् इदानीम् अत्र यरोनुनासिकेनुनासिको वा इत्यनेन प्रथममत्र दकारः यरि अस्ति मकारः यत् अनन्तरमस्ति तत्तु अनुनासिकवर्णः अतः दकारस्य स्थाने तद्वर्गीय अनुनासिकव्यञ्जनम् आगच्छति अतः अत्र तस्मान् मनुष्येषु इति रूपं निष्पन्नं भवति अत्र यरोनुनासिकेनुनासिका वा इति अत्र विकल्पेन अनुनासिकवर्णः आगच्छति यरि यरः स्थाने अतः रूपद्वयं द्वितीयरूपमपि अस्ति तस्माद् मनुष्येषु इति अस्ति समीचीनं वा पुष्प भगिनि अस्तु राजेन्द्रमहोदय अग्रे महोदय क्षम्यतां तत्र यरोनुनासिके अनुनासिको वा इति वस्तुतः न महोदय समीचीनं वा अस्तु राजेन्द्र महोदय अग्रे महोदय तस्मात् पुनः वावसाने नास्ति वा पुनः वदतु भगिनि तस्मात् झलान् दशन्ते तस्मात् दकारः आगच्छति तस्मात् पदान्ते अवसाने स्थायाम् अस्ति पुनः तस्य तकारः भवति अवसानवस्थायाम् अस्ति वा अग्रे अग्रे नाम अवसानम् इत्युक्ते किम् अग्रे किमपि पदं नास्ति चेत् नास्ति अत्र पदमस्ति मनुष्येषु पदमस्ति अतः वावसाने इति अस्य प्रसक्तिः एव नास्ति यत्र केवलं तस्मात् केवलं वाक्यमस्ति तस्मात् इति वाक्यम् इति चिन्तयतु अस्तु अहम् आपणं गच्छामि तस्मात् पुनः नाम पूर्वमेव किमपि कारणं मया उक्तमासीत् किमर्थम् आपणं गच्छति भवान् अहम् आपणं गच्छामि तस्मात् यत् पूर्वम् उक्तं तर्हि इदानीम् अवसाने अस्ति अवसाने अस्ति चेत् किं भवति अवसाने अस्ति तत् तकार पुनः आगच्छति तकारस्य स्थाने तर्हि तस्मात् इत्यस्य रूपं भवति नाम विकल्पेन रूपद्वयम् अस्ति वा तत्र मया यत् उक्तं वाक्यं तस्मिन् आपणं गच्छामि तस्मात् तत्र किं भवति किं किं तस्मात् विकल्पेन द्वे रूपं भवति, एकं तस्मात् द्वितीयं तस्मात्. सूत्रद्वयं किं? प्रथमं सूत्रं भवति झलाञ्जशोन्ते बदान्ते अन्त्य तकार झलि अस्ति, तस्य स्थाने जश् आदेश भवति, तृतीयवर्गे तस्य दकार आगच्छति तस्मात् भवति, वावस्थाने च सूत्रे तकार पदान्ते अस्ति, तस्य दकार प्रदान्ते अस्ति, तर्हि तस्य स्थाने प्रथमचर् आदेश प्रथमवर्गीय तकार आगच्छति. समीचीनमस्ति. यत्र अवसानमस्ति अत्र अत्र नास्ति, अतः पुनः तकारस्य विकल्पः नास्ति. अस्तु, बहु समीचीनमस्ति. कुत्र स्मः? तस्मात् मनुष्येषु मनुष्य तत्र राजेन्द्रमहोदयस्य आसीत् खलु. षड् योगमुखः मुख अत्र डकारः अस्ति, तदनन्तरं अनुनासिक अनुनासिकवर्णः अस्ति, तत्कारणात् तत्र षण् षण्मुखः भवति. परन्तु यरो नुनासिके नुनासिको वा विकल्पेन नुत्वं भवति, तत्र द्वितीय द्वितीय प्रकारः अस्ति षण्मुखः षण्मुखः अपि च षण्मुखः भवति. हा, बहु समीचीनमस्ति. इदानीं सन्धिं न कुर्मः चेत् तस्मात् मनुष्येषु अपि अत्र षड्मुखः इति तत्र सन्धिं न कुर्मः चेत् तस्मात् मनुष्येषु नाम संहितायां विषयः नास्ति इति चेत् तस्मात् तत्र एव भवति, तस्मात् मनुष्येषु तत्र भवति. अपि च तत् षट् मुखाः अत्र मुखशब्दः किं नपुंसकलिङ्गशब्दः अस्ति किं मुखं षट् मुखानि इति नपुंसकलिङ्गे अस्ति चेत् तत्र षट् मुखानि इति व्यस्तप्रयोगः अस्ति, समस्तप्रयोगः, तदानीं टकारः विकल्पः नास्ति, तत्र सन्धिः. आम्, अत्र तु षण्मुखः प्रायः समस्तपदम् इति भाति बहुव्रीहि वा. अस्ति अस्ति तु अस्ति तु सत्यं, किन्तु यदि भिन्नपरिस्थितौ वदामः यत्र समासः नास्ति तत् तदपि सम्भवति खलु. अत्र षण्मुखः इति समासः अस्ति सत्यं, किन्तु यदि वयं वदामः यत् षट्मुखानि तत्र सन्ति तत्र व्यस्तप्रयोगे अस्मिन् अर्थे नास्ति किन्तु अपरस्मिन् स्थितौ अपरस्यां स्थितौ भवितुमर्हति स्म. यत्र यत्र सन्धिः सन्धिं न कुर्मः तत्र षट् इति भवितुमर्हति. यत्र समासः अस्ति तत्र तत्र सन्धिः नित्यः इति तावदेव वक्तुम् इच्छामि स्म. हा, तर्हि अत्र अनुनासिकसन्धि वा अथवा जष्ट्वसन्धि अनयोः यः कोऽपि कर्तव्यमेव इति. हा, सत्यम् इति स्थितिः अस्ति. अस्तु, सरला भगिनी अग्रे. षण्मुखः कख गगञ षण्मुखः न न कथम् अतः तालवि यकारः कथम् कस्य आधारेण आगच्छेत् यकारः? अत्र मूर्धन्यवर्गः अस्ति षट् ट ट ट, तर्हि टट टकारस्य स्थाने जलां दृशति डकारादेशः जष्ट्वसन्धिः अथवा यकारः न भवति कस्यामपि दिशायां. हा, वदतु. पुस्तक निमित्तं यात्रा आन्सर्स् ओतो मया न दृष्टं, तथा लिखितमस्ति, दोषः अस्ति, नितरां दोषः नितरां. अस्तु अस्तु, सरलभगिनी अग्रे. कश्चित् योग माम अतः यरो नासुके नासुको तत्र सूत्रेण दकारस्य स्थाने तस् दन्तीयवर्गस्य पञ्चमवर्ग नकार आगच्छति, निमित्तमस्ति मकार अनुनासिके परे अस्ति. सो कश्चन मां भवति, किन्तु तस् विकल्पेन कश्चित् मूलशब्दम् अस्ति, तत्र झलो जशान्ते कश्चित् भवति, अतः द्वितीय पदं भवति कश्चित् माम्। हा, अपि च यत्र समासः नास्ति सन्धिः एव अस्ति, तत्र संहिता इति विषयः यत्र नास्ति तत्र तकारः अवस्थातुं शक्यते, भवति एव इति शक्यते न भवति एव। अस्तु, समीचीनमस्ति। जगन्नाथमहोदय कर्तुमिच्छति वा? अस्तु, कश्चित् विश्वराड् योग नमति विश्वरान् विश्वरान् नमति भविष्यति अनुनासिकसन्धि विकल्पेन विश्वराड् नमति एव भविष्यति। हा, अपि च इदानीं तथा अग्रे अन्यसन्धिः अपि सम्भवति, अग्रे परिशीलिष्यामः। इदानीं केवलं डकारः णकारः इति, अनन्तरं पुनः अग्रे वदामः। तर्हि अत्र रविप्रकाशमहोदय कृपया। प्रसादात् योगः मया प्रसादान् मया इति भवति। प्रसादात् पदान्ते सकारः अस्ति, सकारः यरि अस्ति, तत् स्थाने तद्वर्गस्य अनुनासिकम् आदेशः प्रसादान् मया। हा, बहु समीचीनमस्ति, इति स्थितिः अस्ति। अस्तु, लक्ष्मीभगिनी अग्रे। त्वग् योगः मोचनम्, अत्र त्वग् गकारः यरि अस्ति, मोचनं तत्र मकारः अनुनासिकवर्णः, तदर्थम् अनुनासिकसन्धिं भूत्वा त्वं मोचनम् इति भवति, विकल्पेन त्वग् मोचनम् इति अपि भवति। हा, इति स्थितिः अस्ति। विद्याभगिनी अग्रे। अनादित्वात् योगः निर्गुणत्वात्, अनादित्वात् इति पदमस्ति, तस्य अन्ते तकारः अस्ति, तकारः जली अस्ति, अत्र जलां जशोन्ते इति सूत्रेण तकारस्य स्थाने दकारादेशः भवति, अनादित्वात् योगः निर्गुणत्वात्, अनादित्वात् दकारः पदान्ते यरः अस्ति, तस्य अनन्तरं निर्गुणत्वात् इति तत्र नकारः अनुनासिकवर्णः अस्ति, अतः यरोनुनासिको वा इति सूत्रेण अनादित्वात् दकारस्य स्थाने पञ्चमवर्णः, तस्य वर्गस्य पञ्चमवर्णः आगच्छति, अनादित्वान् निर्गुणत्वात् इति भवति एकरूपं, विकल्पेन द्वितीयरूपम् अनादित्वात् निर्गुणत्वात् इति भवति। द्वितीयं रूपं किमस्ति? अनादित्वाद् निर्गुणत्वात्। समीचीनमस्ति, इति परिस्थितिः अस्ति। अस्तु, इदानीम् अग्रे गच्छेम। तर्हि नूतनसन्धिः अस्ति अधुना, एतावता प्रथमपदस्य अन्ते वर्गस्य प्रथमचत्वारः सदस्याः सन्ति चेत् का गतिः इति वयं परिशीलितवन्तः। नाम ततः अग्रे प्रथमसदस्यद्वयमस्ति अथवा झष् अस्ति अथवा पञ्चमसदस्य अस्ति अनुनासिकः। तर्हि अत्र कश्चन परिवारः अस्माभिः दृष्टः, झष्वसन्धिः, चट्वसन्धिः, अनुनासिकसन्धिः इति कश्चन परिवारः अस्ति। इदानीं नूतनपरिस्थितिः अस्ति, एतावता चतुर्णां सदस्यानां का गतिः, इदानीं पञ्चमसदस्य का गतिः, इदानीं प्रथमपदस्य अन्ते यः वर्णः अस्ति स च वर्गस्य पञ्चमः अस्ति चेत् किं किं भवति इति द्रष्टव्यमस्ति. अस्तु, सम्यक् अस्ति. तर्हि रक्षा भगिनी किञ्चित् अस्माकं प्रथमम् उदाहरणं किम्, अनन्तरं सूत्रं पठेम. अनुस्वारसन्धिः. एतानि उदाहरणानि परिशीलयत. संयोगः जय, संयोगः जयः, सञ्जयः. अत्र प्रथमपदस्य प्रथमपदस्य अन्ते अनुनासिकवर्णः अस्ति, मकारः. तस्मात् जयः इति झल् वर्णः अस्ति. तदा मकारस्य स्थाने अनुस्वारादेशः भूत्वा संयोगः जयः, सञ्जयः. सत्यं. किन्तु अत्र मकारः अनुनासिकवर्णः अतः इति न, अत्र केवलं मकारस्य वर्णः अस्ति. सूत्रमिति कृपया पठतु. मोनुस्वारः हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति. महाषष्ट्यन्तम् अनुस्वारः प्रथमान्तं द्विपदमिदं सूत्रं. हलि सर्वेषाम् इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. तयोर्वावचीसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. पदस्य मह अनुस्वारः हलि संहितायां. मोनुस्वारः इति अनुस्वारसन्धिविधायकसूत्रमस्ति. सूत्रं वदति यत् पदान्तः मकारः अस्ति चेत्, अपि च तस्मात् परे हल् वर्णेषु कश्चन वर्णः अस्ति चेत्, तदा मकारस्य स्थाने अनुस्वारादेशः भवति इति. बहु समीचीनमस्ति. अत्र अस्माकं सूत्रं वस्तुतः सरलमस्ति. हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति इति आरम्भतः यत्र भाषावर्गः भवति, अस्माकं पाठः भवति खलु, नाम तत्र पदान्ते मकारः अस्ति चेत् ततः अग्रे हल् वर्णः कश्चन अस्ति चेत् मकारः न तिष्ठति. लेखनावसरे बहूनां जनानां दोषः आरम्भे भवति खलु, मकारः लिख्यते किन्तु मकारस्य स्थाने अनुस्वारः लेखनीयः अस्ति. अस्तु, सैद्धान्तिकरूपेण नाम सिद्धान्ते वक्तुं शक्नुमः यत् संहिता तत्र संहितायां विषये इति नास्ति चेत् मकारः स्थातुं शक्नोति, किन्तु तादृशव्यवहारः नास्ति संस्कृतभाषायां. तत्र मकारः लिख्यते चेत् सैद्धान्तिकरूपेण कोऽपि वक्तुं शक्येत यत् अत्र दोषः नास्ति, किन्तु दोषः व्यवहारिकरूपेण तत्र दोषः अस्ति. मकारः न लेखनीयः अस्ति, न कोऽपि तथा नाम शिष्टव्यवहारे नास्ति. मकारः ततः अग्रे पदान्ते मकारः ततः अग्रे हल् वर्णः अस्ति चेत् कोऽपि लिखति चेत् मकारः न लेखनीयः अस्ति, अनुस्वारः एव लेखनीयः अस्ति. किन्तु तत्र मकारस्य तत्र उच्चारणमस्ति, तत्र मकारस्य उच्चारणं तिष्ठति, किन्तु किञ्चन वैचित्र्यमस्ति. अस्तु, द्वितीयमस्ति. अजय महोदय कृपया. पाण्डवानीकं योगः, व्यूढं योगः दुर्योधनः. पाण्डवानीकं तस्य पदान्तस्य मकारः अस्ति, मकारः हलि परे अस्ति, वकारः हलि अस्ति अस्ति चेत् मोनुस्वारः इति सूत्रं भवति. मकारस्य स्थाने अनुनासिक वर्णः अनुस्वारः आदेशः. पाण्डवानीकं व्यूढमपि मकारः योगः हलि अस्ति, अनुस्वारः तस्यापि अनुस्वारः अस्ति. पाण्डवानीकं यूढं दुर्योधनः. समीचीनमस्ति. ततः अग्रे इदानीं परसवर्णसन्धिः इति भविष्यति. तत्र व्यूढं दुर्योधनः इत्यस्यां दशायाम् अनुस्वारस्य तत्र विकल्पेन नकारादेशः भवति. किन्तु अत्र अनुस्वारः अपि साधु अस्ति. अनुस्वारः तिष्ठति चेदपि साधुरूपमस्ति. अस्तु, अग्रे गच्छेम. अत्र एतस्मिन् उदाहरणे पाण्डवाकी पाण्डवाणिकं व्यूढं दुर्योधन अत्र अनुस्वरसन्धिः भवेत्, परन्तु शब्दमेलनं न भवति. अत्र पृथक्तया एव तिष्ठन्ति ते सर्वे. केवलं स्पष्टीलेखनार्थं ते, किन्तु अत्र मिलित्वा लेखितुम् अपि शक्यते. मिलित्वा लेखनं भवति चेदपि समीचीनं. किन्तु अपि पुनः तादृशव्यवहारः सामान्यतया न भवति. किन्तु दोषः नास्ति. सन्धिः अस्ति, संहिताविषये अस्ति. संहिता इति विषयः अस्ति, अतः मिलित्वा लेखितुं शक्यते. किन्तु सामान्यतया ग्रन्थेषु अपि न भवति तादृशं. प्रश्नः सम्यक् अस्ति. अस्तु, रामपि अग्रे. महोदय, संयोगः जय तत्र उपसर्गः पदम् अस्ति खलु, तदर्थं सूत्रं कार्यं करोति. कुत्र संयोगः जयः? सत्यं, समिति पदमस्ति. समिति पदमस्ति, उपसर्गः पदमस्ति, पदसंज्ञा अस्ति. इदानीं पदमस्ति, तदर्थम् अनेन सूत्रेण अस्ति. पदं न भवति चेदपि नष्टापदान्तस्य जले इति अनेन सूत्रेण भवति स्म. किन्तु अत्र पदमस्ति, अतः मौनुस्वारः. मौनुस्वारः इति भवति. अग्रे रामपि भगिनी, कृपया. आम् आम्. एतां योगः पाण्डुपुत्राणाम्. एतां पाण्डुपुत्राणाम्, अत्र मकारः पदान्ते मकारः अस्ति, हलि परे अस्ति, अतः मौनुस्वारः इति सूत्रेण अनुस्वारादेशः भवति. एतां पाण्डुपुत्राणाम्. अग्रे किमस्ति? एतेषु उदाहरणेषु पदान्तात् मकारात् परतः व्यञ्जनमस्ति, तत्र मकारस्य स्थाने अनुस्वारः आदेशः सम्पन्नः. इति सूत्रं नित्यमस्ति. सूत्रं नित्यं, कुत्रचित् ततः अग्रे अपि अन्यसन्धिः सम्भवति. किन्तु अत्र नाम मौनुस्वारः इति सूत्र इति सूत्रदृष्ट्या भवति एव नित्यम्. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. रविमहोदय, अग्रे. पुस्तके एते उदाहरणे परिशील्यत वासान योगः सि वासांसि. अत्र किम् अभवत्? नकारस्य स्थाने अनुस्वार आदेशः अभवत्. आदेशः जातः. अत्र पदान्ते अस्ति? पदान्ते नास्ति. अत्र पदान्ते नास्ति. अत्र पदस्य सुबन्तपदस्य निर्माणार्थं प्रदर्शितमस्ति अत्र प्रक्रियायामस्ति. अतः लोके व्यवहारः न दृश्यते. किन्तु एतादृशं भवति. वासान् युगः सि वासांसि वासांसि. अत्र नकारस्य स्थाने अनुस्वारः अस्ति. नूतनसूत्रमस्ति. अखिल भगिनी, कृपया. नश्चापदान्तस्य झलि. महोदय, नश्चापदान्तस्य जलि, अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलीपरे. जल् प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च ष श स ह इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः, न पदान्तः, अपदान्तः, तस्य, अपदान्तस्य, नः षष्ट्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं, जलि सप्तम्यन्तं, अनेकपदमिदं सूत्रं मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः तयोर्यवावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह न च मह नः च अनुस्वारः जलि संहितायां तर्हि सूत्रं वदति नश्चापदान्तस्य जलि इति सूत्रमस्ति तत्र अपदान्ते नकारः अथवा मकारः अस्ति स्तः चेत् तयोः स्थाने अनुस्वारादेशः भवति जलि परे इति सूत्रमस्ति जल् प्रत्याहारे तत्र सर्वे अनुस्वारः विना अनुनासिकवर्णान् विना सर्वे व्यञ्जनानि अपि च शशसः इत्यपि अन्तर्भूताः तर्हि तादृशवर्णः परः अस्ति चेत् पदान्ते अपि च नकारः वा मकारः वा नास्ति चेत् तस्य नकारः मकारः स्थाने अनुस्वारादेशः भवति इति सूत्रं वदति हा इति स्थितिः अस्ति बहु समीचीनमस्ति इदानीं रविमहोदय पुनः द्वितीयम् उदाहरणं पश्यतु कृपया महोदय अस्ति आम् अस्मि द्वितीयम् उदाहरणम् आक्रम् आक्रम् योगस्यते आक्रंस्यते किम् अभवत् मकारस्य स्थाने अनुस्वारः अभवत् अत्र पदान्ते नास्ति अग्रे सकारः कस्मिन् प्रत्याहारे अस्ति सूत्रेण किमपेक्षितम् अखिल भगिनी सहायं करोतु तत्र सकारः जल्प्रत्याहारसदस्यः तर्हि तत्र अपि च आक्रम् इत्यस्य तत्र मकारः पदान्ते नास्ति इति कृत्वा मकारस्य स्थाने अनुनासिक अनुस्वराः भवति सकारः परः अस्ति चेत् तर्हि आक्रम् योगस्यते इति यदा अस्ति तत्र आक्रंस्यते इति मकारस्य स्थाने अनुस्वारः भवति हा बहु समीचीनमस्ति अत्र उदाहरणद्वयेन अस्माभिः किं दृश्यते यत् नकारः अपदान्ते वासान् मकारः अपदान्ते आक्रम् ततः अग्रे झल् प्रत्याहारे कश्चन वर्णः सकारः इति चेत् नित्यं द्वयोः नकारमकारयोः स्थाने अनुस्वारादेशो भवति वासांसि वासांसि आक्रम् स्यते आक्रंस्यते आक्रंस्यते अस्तु सकारः अस्तु इदानीम् अग्रे इतोपि चिन्तनं भवति किन्तु तादृश मोनुस्वारः अपि च नश्चापदान्तस्य जले इति सूत्रद्वयेन एतादृशं कार्यम् अस्ति मकारः पदान्ते अस्ति चेत् मोनुस्वारः नकारः मकारः अपदान्ते चेत् नश्चापदान्तस्य जले तेन अनुस्वारसन्धिः बहु समीचीनमस्ति ततः अग्रे तर्हि महोदय मनः मनसि मनांसि तत्र तथैव मनान् योगः सि हा प्रक्रियायां सुपन्तस्य निर्माणार्थं तथा अस्ति रक्षा भगिनी महोदय नकारः तवर्गीयः तर्हि स्तोः चुनाश्चुः इत्यपि झलि इति उक्तं खलु नश्च पदान्तस्य झलि इति झल् वर्णे झल् वर्णः चकार चवर्गीयः नास्ति चेदेव इदं सूत्रं कार्यं करोति खलु न उदाहरणार्थं तत्र नकार तत्र ततः अग्रे मोनुस्वारः तेनैव मोनुस्वारः मोनुस्वारः तृतीयपादे अस्ति खलु तदेव भवति तदेव भवति. मम प्रश्नः अस्ति नश्च पदान्तस्य जलि अपि च स्तोश्चुनश्चुः तदपि तृतीयपादे अस्ति नष्टापदान्तस्य जलि स्तोश्चुनश्चु चतुर्थे पादे अस्ति असिद्धं भवति खलु असिद्धं पूर्वत्र असिद्धमिति न असिद्धम् अस्ति चिन्तनं सम्यक् अस्ति किन्तु अत्र नष्टापदान्तस्य जलि विशिष्टसूत्रमस्ति तृतीयाध्याये स्थापितमस्ति तस्य कार्यं भवति एव अस्तु अग्रे पश्येम तर्हि अधुना किं सुब्रह्मण्यं महोदय तत्र अग्रे पठतु कृपया किं लिखितमस्ति. आं महोदय एतयोः उदाहरणयोः अपदान्तात् मकारात् नकारात् वा परतः सकारः झल् अस्ति तत्र मकारस्य नकारस्य वा स्थाने अनुस्वारः आदेशः सम्पन्नः. अत्र वाति नितरां न लिखनीयमस्ति अत्र व्याकरणप्रसङ्गे. हा वदतु महोदय. अत्र अहं चिन्तितवान् मकारस्य वा नकारस्य वा इति चिन्तितवान् अत्र किन्तु इति सम्यक् नास्ति अत्र तादृशसन्दर्भः नास्ति च इति अवश्यं लिखनीयमस्ति च लेखनीयम् अस्तु महोदय. अत्र द्वयोः अपि प्रसक्तिः अस्ति अतः च एव अत्र अस्तु महोदय. अत्र इदानीं वयं दृष्टवन्तः अत्र उदाहरणम् अत्र वासान् योगः सि अत्र नकारः वासान् इत्यस्मिन् नकारः यः अस्ति तत् अपदान्तनकारः अस्ति तस्य अनन्तरम् अत्र सि अस्ति तत्तु सकारः झलि अस्ति अतः अपदान्तस्य नकारस्य परतः सकारः अस्ति परे सकारः अस्ति अतः अत्र नश्चापदान्तस्य झलि इत्यस्य प्रसक्तिः अतः अत्र नकारस्य स्थाने अनुस्वारः आगच्छति तथा एव अत्र आक्रमयोगः यते पुनः समीचीनमस्ति. इदानीं समयस्य किञ्चित् अभावे अग्रे स्थूलाक्षरैः यत् लिखितमस्ति तत् किम् अतः व्यञ्जने परे पदान्ते स्थितस्य मकारस्य अनुस्वारो भवति यमगणनान् वर्जयित्वा वर्गीयव्यञ्जनेषु षहेषु च झलिपरेषु अपदान्ते स्थितस्य नकारस्य मकारस्य च अनुस्वारो भवति. अत्र प्रथमं तु अत्र पदान्ते स्थितस्य मकारस्य अनुस्वारः भवति इति यदि व्यञ्जनवर्णः परे अस्ति तर्हि द्वितीयम् अत्र व्यञ्जनवर्णम् अत्र यमगणनान् वर्जयित्वा न अतः प्रथमं तु अत्र हल्वर्णः परे अस्ति चेत् मकारस्य पदान्तस्य मकारस्य स्थाने अनुस्वारः भवति. द्वितीयमस्ति मकारः अथवा नकारः अपदान्ते अस्ति अनन्तरं झल् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् नकारस्य मकारस्य स्थाने अनुस्वारः भवति इति. अत्र प्रथमम् अस्ति अत्र मोनुस्वारः इत्यस्मिन् सूत्रे इत्यस्य सूत्रेण द्वितीयमस्ति अत्र नश्चापदान्तस्य झलि इत्यनेन. हा बहु समीचीनमस्ति. सर्वे पश्यन्तु कथमस्ति नाम शिरोवेदना अस्ति यमगणनान् वर्जयित्वा वर्गीयव्यञ्जनेषु षसहेषु च इति शिरोवेदना अस्ति झलि इत्यनेन पर्याप्तमस्ति. अतः किञ्चित् शास्त्रीयरीत्या पश्यामः चेत् महत्सौकर्यमस्ति झलिपरे वयं जानीमः चेत् झल् इत्युक्ते किं पर्याप्तमस्ति. अस्तु बहु समीचीनमस्ति. इदानीम् अग्रे पुष्पभगिनी अग्रे कृपया किम् अस्ति. पृष्ठभगिनी अस्ति अस्तु सहदेव महोदय कृपया आं महोदय अग्रे सन्धि अभ्यासः अस्ति सन्धिं कुरुत सन्धिं कुरुत महतीं सहदेव महोदय सहदेव वदिष्यति आं महोदय सन्धिं कुरुत महतीं योगः चमून् अपदान्तात् मकारः अस्ति मकारः स्थाने अनुस्वार अत्र अत्र पदान्ते अस्ति पदान्ते अस्ति हा पदान्ते मकारः अस्ति मकारः स्थाने अनुस्वारः आदेशः भवति सत्यम् इति महतीं चमूं मकारस्य स्थाने अनुस्वारः इति अस्ति अत्र विकल्पेन प्रदर्शितमस्ति यतोहि अग्रे अन्यत् सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः इति समये सति किञ्चित् द्रक्ष्यामः तत्र पुनः अनुस्वारस्य स्थाने च वर्गस्य तत्र परसवर्णादेशः भवति अनुस्वारस्य अनेन च च अनुस्वारस्य स्थाने यकारः अपि भवति तर्हि तत्र मोनुस्वारः तेन अनुस्वारादेशः अनन्तरं परसवर्णसन्धिं कृत्वा विकल्पेन तत्र यकारादेशः भवति इति अग्रे इदानीमेव द्रक्ष्यामः पुष्पभगिनी द्वितीयं करोतु अस्माकं योगः तु अस्माकं तु तत्र पदान्ते मकारः अस्ति तत्तु अनुस्वारः आयाति मौनस्वर सूत्रेण अत्र कथं वा अस्ति अथवा न न किं वा किमस्ति तथा किमपि नास्ति नित्यम् अस्माकं योगः तु तत्र मकारस्य स्थाने अनुस्वारः अग्रे अस्ति अन्यसन्धिः अपि अस्ति किन्तु इदानीं नाम मकारस्य स्थाने नकारः भविष्यति अग्रे आगच्छति अस्तु पद्मा भगिनी अग्रे अपर्याप्तं योगः तद् अपर्याप्तं दत् अपर्याप्तं तद् किं भवति प्रथमपदस्य अन्ते मकारः अस्ति तत्प्रभावेन द्वितीयवर्ग द्वितीयपदं तद् हलि अस्ति मकारस्य प्रभाव प्रभावेन अनुस्वारम् आगच्छति अपर्याप्तं द अपर्याप्तं तत् तकारस्य प्रभावेन प्रभावेन मकारस्य अनुस्वारः भवति अपि च ततः अग्रे विकल्पेन तत्र मकारस्य स्थाने नकारः अपर्याप्तं तद् इति अग्रे अग्रे इदानीम् एतावता वयं न दृष्टवन्तः समीचीनमस्ति राजेन्द्रमहोदय अग्रे महोदय अस्ति सरला भगिनी आम् आं महोदय शृणोति वा श्रूयते वा महोदय आम् क्षम्यतां म्यूट् मध्ये आसम् यशान् योगसि अत्र अपदान्ते नकारः अस्ति तत् अनन्तरं जलिवर्णः जलिप्रत्याहारे वर्णः अस्ति सकारः तत्कारणात् नकारस्थाने अनुस्वर आदेशः भवति यशांसि तत्र निष्पन्नं भवति हा नष्टापदान्तस्य जलि सरला भगिनी संयोगसते संसते नकार अपदान्ते अस्ति नश्चापदान्तस्य झलि सूत्रेण नकारस्य अनुस्वर भवति निमित्तम् अस्ति सकार झलि प्रत्याहारे परे सुन्दरं हा सुन्दरमस्ति जगन्नाथमहोदय अग्रे रम्योग स्यते अत्र मकारस्य स्थाने अनुस्वार सन्धि भवति रंस्यते इति पदं भविष्यति सूत्रं मोनुस्वार इति सूत्रात् अत्र अत्र किन्तु पदान्ते नास्ति आम् पदान्ते नास्ति तर्हि किम् अस्ति रविप्रकाशमहोदय सहायं करोतु कृपया महोदय सर्वेषां वा किं रं योगस्यते किं भवति रंस्यते तत्र चिन्तनं किं सूत्रं किम् अपदान्ते मकारः अस्ति तत्परे झलि अस्ति सकारः झलि प्रभावेण मकारः अनुस्वारः भवति सूत्रं सूत्रं किं सूत्रं तु नश्चापदान्तस्य झलिः झलि हा हा हा हा सम्यक् सम्यक् नश्चापदान्तस्य झलि झलि हा नः च इति यतोहि मकारः आगच्छति मनुस्वारः इति सूत्रात् नः मह च अपदान्तस्य मह नः च अनुस्वारः झलिसंहितायाम् इति अस्ति अस्तु किञ्चित् समयः अस्ति अग्रे किञ्चित् पश्येम किं किम् अस्ति अत्र परसवर्णसन्धिः इदानीं परसवर्णसन्धौ किमस्ति इति रक्षा भगिनी किञ्चित् प्रदर्शयति वा पुस्तके वा आम् परसवर्णसन्धिः एतानि उदाहरणानि परिशीलयत अं योगः कितः अयोगः न योगः क योगः इतः अङ्कितः अत्र अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे परस्य सवर्णः तावदेव इति इदानीं किं किम् अस्ति अर्थः कः अस्तु तर्हि एतावत् पर्यन्तं व्यञ्जनानां स्थाने किमपि आदिष्टम् आसीत् अधुना अनुस्वारस्य स्थाने कस्य आदेशः इति तर्हि सूत्रमस्ति अत्र अनुस्वारस्य ययि परसवर्णः इति अनुस्वारस्य परे यै प्रत्याहारेषु कश्चन वर्णः अस्ति चेत् तदा अनुस्वारस्य स्थाने परसवर्णादेशः भवति अत्र अङ् योगः कितः इत्यस्मिन् क इति ययि अस्ति ककारः ययि अस्ति अतः अनुस्वारस्य स्थाने परसवर्णः अस्ति ककारस्य परसवर्णः इत्युक्ते तस्य वर्गस्य अनुनासिकव्यञ्जनं न इति तर्हि अनुस्वारस्य स्थाने कवर्गीय अनुनासिक आदिष्टः भवति अत्र ककारस्य परसवर्णः इति न अत्र अनुस्वारस्य परसवर्णः अस्ति तत्र वयं दृष्टवन्तः अच् सन्धिविषये अकः सवर्णे दीर्घः अकः सवर्णे दीर्घः इति सूत्रे तत्र तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रस्य परिभाषासूत्रस्य परिशीलनं वयं कृतवन्तः तर्हि तत्र सवर्णवर्णः सवर्णम् इत्युक्ते किम् इति वयं दृष्टवन्तः इदानीं परसवर्णा इति विषयः अस्ति सर्वे पश्यन्तु अत्र अङ् योगः कितः अत्र अनुस्वारः अस्ति तस्य स्थाने कः वर्णः अपेक्षितः इति चेत् परसवर्णादेशः भवति नाम परे यः वर्णः अस्ति ककारः इदानीम् अनुस्वारस्य तादृशवर्णः कः कवर्गे अनुस्वारं दृष्ट्वा अनुस्वारम् इति अनुस्वारः इति अनुनासिकवर्णः अस्ति अतः इदानीं परे यः वर्णः अस्ति ककारः तादृश सवर्णः कः अनुस्वारम् अनुसृत्य इति कृत्वा इदानीम् कवर्गे केवलम् एकः एव अनुनासिकवर्णः अस्ति ङकारः. तदर्थं परसवर्णादेशः भवति. अस्तु, अनुवृत्तिसहितसूत्रं किम्? अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायां तर्हि अनुस्वारस्य स्थाने तुल्यतमः वर्णः इत्युक्ते प्रायः वर्गीयव्यञ्जनानाम् अनुनासिकवर्णः आदिष्टः भवति स एव परसवर्णः. समीचीनमस्ति. अनुस्वारस्य परसवर्णः पर इति ककारः, सवर्णः इति पञ्चमसदस्यः. तर्हि अनुस्वारस्य स्थाने ययि प्रत्याहारे परे ङकारादेशः भवति यदा ककारः अनन्तरम् आयाति. अस्तु, समीचीनमस्ति. इदानीं अत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यस्य आधारेण सवर्णः निर्णीयते खलु? सत्यं. स्थानेन्तरतमः इत्यस्य कोऽपि कार्यं नास्ति, किमपि कार्यं नास्ति. न न अत्र न. अस्तु, समीचीनमस्ति. नाम तत्र तस्य सूत्रस्य अवगमनार्थं तुल्यस्य प्रयत्नं सवर्णम् इति तत्र स्थाने नाम तादृशं चिन्तनमस्ति, किन्तु सूत्रमस्ति तुल्यस्य प्रयत्नं सवर्णम् इति अस्ति. सत्यम्. अस्तु, तर्हि लक्ष्मी भगिनी अग्रे. भुं योगः जते भुञ्जते भवति. अत्र अनुस्वारस्य स्थाने परसवर्णादेशो भवति इति ययि परे इति सूत्रेण अत्र जवर्गीय भुम् इत्युक्ते तत्र अनुस्वारः अस्ति ययि परे अत्र जवर्गस्य अनुनासिकवर्णः ञकारः आगच्छति. भुंयोगः जते भुञ्जते इति भवति. समीचीनमस्ति. विद्या भगिनी अग्रे. भगिनी अस्ति. अस्तु, अजय महोदय. मुं योगः जति मुम् अनुस्वारः परे ययि अस्ति चकारः. परसवर्णः चकारस्य मुन् मुकारः ञकारः चकारः अकारः ति मुञ्चति. मुञ्चति. अत्र परसवर्णादेशः भवति, अनुस्वारस्य परसवर्णादेशः. अग्रे चकारः अस्ति, तर्हि अग्रे ककारः अस्ति चेत् परसवर्णादेशः भवति ङकारः. जकारः अस्ति चेत् परसवर्णादेशः भवति ञकारः. चकारः तस्मिन्नेव वर्गे अस्ति इति कृत्वा ञकारः अस्ति. अधुना रामप्रियभगिनी, अन्ते पूर्वम् इदानीं पूर्वतनपुटे पाण्डवानिकं व्यूढं दुर्योधनः, तत्र व्यूढं दुर्योधनः इति पुनः इदानीं पश्येम किं किम् अस्ति तत्र. व्यूढं योगः दुर्योधनः, पाण्डवानीकं व्यूढं दुर्योधनः. अत्र बकारस्य व्यूढम् इति म्यूढम् इति अस्ति. व्यूढम् इति व्यूढं दुर्योधनः. अत्र दुर्योधनः न भवति, परसवर्णः. नाम अत्र मकारः अस्ति खलु, अनुस्वारः नास्ति. प्रथमम् अनुस्वारः भवति पाण्डवानीकं व्यूढं दुर्योधनः इति. अनन्तरं तत्र सूत्रं किं? तत्र मोनुस्वारः. व्यूढं योगः दुर्योधनः, तत्र प्रथमतया मकारस्य मोनुस्वारः इति सूत्रेण मोनुस्वारः इति सूत्रेण अनुस्वारः आगच्छति. अनन्तरं दकारस्य परसवर्णस्य पञ्चम अनुनासिकवर्णः न तद न इति आदेशः भवति अनुस्वारस्य स्थाने. अत्र अनुस्वारः अपि समीचीनः अस्ति, नकारः अपि समीचीनः अस्ति इति अस्ति. अत्र फलवि तत्र विकल्पः अस्ति. आम् अनुस्वारः तेन अनुस्वारः अपि समीचीनमस्ति. अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपि दन्त्यनकारादेशः अपि सम्यक् अस्ति. अस्तु तर्हि इदानीम् अस्माकं समयः जातः अस्ति. इतः अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.